आर्धातुकप्रक्रियायां यत् प्रकरणम् अस्माकम् इदानीं प्रवर्तते तत्र अस्माभिः कर्मणि भावप्रकरणे अस्माभिः किं किं पठितं, यक् प्रत्ययः अस्ति विकरणप्रत्ययः, यक् प्रत्ययः कुत्र भवति, सार्वधातुकलकारेषु एव भवति, सार्वधातुकलकारेषु एव भवति. तदनन्तरं आर्धातुकमध्ये न भवति. यक् प्रत्ययः यदा आगच्छति मध्ये तत्र आर्धातुकप्रक्रिया भवन्ति, यतोहि यक् तिङस्ति नास्ति शितति नास्ति. तदनन्तरम् अस्माभिः किं किं पठितं, यक् कित् अस्ति, अतः कित् कित् प्रत्ययानां कृते ये यानि यानि कार्याणि सन्ति तानि सर्वाणि अत्र अपि भवन्ति. अस्तु, तर्हि आकारान्तधातुः अस्ति चेत् केवलं वर्णमेलनम् अस्ति वा, परन्तु घूमा स्थापा गा जहाति सां हलि, तत्र घू धातुः अस्ति खलु दाधा, तत्र दीर्घ इकारान्तं भवति, दीयते भवति, दीयते दीयते. तदनन्तरम् इकारान्त उकारात् धातूनां कृते ह्रस्व इकार दीर्घ उकार तेषां ह्रस्व इकार अस्ति चेत् दीर्घत्वं भवति. केन सूत्रेण? अकृत् सार्वधातुकयोः दीर्घः, अकृत् सार्वधातुकयोः दीर्घः, तत्र दीर्घत्वं भवति. अत्र जि प्रत् अस्ति धातु, तर्हि जीयते इति भवति, जीयते. तदनन्तरं ऋकारान्तानां कृते अपि किं भवति, ऋकारान्तानां कृते रिङ् शयङ् लिङ्षु, तत्र रिङ् आदेशः भवति, रि, तत्र कृ धातु क्रियते, भ्रि धातु भ्रियते इति भवति. तदनन्तरं हा एक अत्र अपवादौ अस्ति, गुणोर्ति संयोगाद्योः, यत्र ऋकारान्धातुः अस्ति परन्तु आदौ किमस्ति संयोगः अस्ति, तत्र गुणः भवति, तत्र रिङ् आदेशः न भवति. तर्हि रिधातु अपि च संयोगाद्यधातु तस्य गुणः भवति यक् प्रत्ययः अथवा यकारादि लङ् प्रत्यये आश्रितलिङ्गे, तत्र यकारादि लिङ् प्रत्यये आश्रितलिङ्गे. तर्हि गुणोर्थि तत्र स्मृयोगः यक् तत्र स्मृयते न भवति, स्मर्यते, ध्रियोग यक् हर्यते इति. अपि जागृधातु, जागृधातुमे सर्वदा गुणः गुणः भवति, कुत्र न भवति, वि चिन् नल् निर् इत्येषां प्रत्ययानां पर्युदास्ति, तर्हि अत्र अपि जागर्यते इति भवति, जागर्यते. दीर्घरिकान्धातुः अस्ति चेत् ऋतयधातो तदनन्तरं हलि च इत्यनेन दीर्घ इकारान्त पुनः भवति, जृयोगः यत् जीर्यते गीर्यते इति. ओष्ठपूर्व अस्ति चेत् उदोष्ठपूर्वस्य इत्यनेन ऊकारः भवति, तर्हि प्रियोगः यत् पूर्यते, प्रियोगः पूर्यते इति. तदनन्तरं हलन्तधातुः, हलन्तानामपि किमपि कार्यं नास्ति, केवलं वर्णमेलनमस्ति यक् प्रत्ययमध्ये आगच्छति, परन्तु परन्तु किमपि नास्ति. अस् धातुः अस्ति चेत् भू भवति, चक्षिङ् मध्ये ख्याय भवति, अज् मध्ये वि भवति इति सर्वमस्ति. तदनन्तरं जनसनखन् इति त्रयाणां धातूनां कृते एक सूत्रमस्ति, ये विभाषा, ये विभाषा नाम विकल्पेन ते प्रत्यये परे ईकारः भवति, क्षम्यताम् आकारः भवति, तर्हि आकारः भवति, तर्हि जन्योगः यक् जन्यते अपि भवति, जायते अपि भवति, तथैव खायते खासायते इति भवति. तर्हि जनसनखनाम् अङ्गस्य आत् कदा, ये निति विभाषा, ये निति विभाषा. तदनन्तरं तन्धातु, तन्धातु कृते अपि किमस्ति, तनोति तनोतेर्यति, तन्धातु अपि विकल्पेन आकारादेशः भवति यक् प्रत्ययपरे, तन्योगः यक् तायते अथवा तन्यते इति अस्ति, परन्तु केवलं यक् प्रत्ययकृते. जनसनखनां तेषां तत्र यकारादिप्रत्ययपरे अस्ति, तनोतेर्यति केवलं यक् प्रत्ययकृते अस्ति. अनन्तरम् अन्ते सम्प्रसारणं भवति, तत्र वचि स्वपि यजादीनां किति कहि ज्या व्यदि इति सूत्राणां का प्रसक्तिः भवति, तत्र यक् प्रत्ययः कित् अस्ति अतः सम्प्रसारणं भवति. तर्हि ग्रहयोगः यक् किं भवति, गृह्यते, व्रश्च योगः यक् वृश्यते, प्रच्छयोगः यक् पृच्छ्यते, तर्हि भ्रज्ययोगः यक् कोऽपि करोतु, भ्रज्ययोगः यक् किमर्थं भवति, कोऽपि अस्ति वा? हलो, आं महोदय, ब्रिज् भ्रज्य योगः यक् भ्रस्य योगः यत् अत्र सम्प्रसारणधातुः अस्ति, सम्प्रसारणं रेपः सम्प्रसारणं भवति. तर्हि अग्रे किं भवति? रेपस्थाने वकार, रेपस्थाने किम्? ऋकारः. बृज्. अग्रे किं भवति? ब्रि स ज इति अस्ति. ज द्वि स द्वि सकारः जकारः अस्ति. अत्र किं भवति महोदय? सयोगः ज, सयोगः ज किं भवति? अत्र स्नुषु इति चुनाशु वा? स्तोः चुनाशु, स्नुषु, स्तोः चुनाशु. तर्हि किं भवति? इत्यनेन सकारः सकारः भवति. किं भवति? सकारः सकारः भवति. हा, सकारः, श श तालव्यसकारः खलु, तालव्यसकारः. तदनन्तरं बृज् बृज् योगः यक् इदानीं न, इदानीं सकारः जकारः अस्ति खलु. आम्, तर्हि सकारजकारस्य किं कार्यं भवति अग्रे? जलां जस् जसि इत्यनेन सकारस्य किं भवति? चकारः भवति. किं चकारः? न न, जष्ट्वं भवति खलु, चकारस्य जष्ट्वं किम्? इचुवेशानां तालु, इचुवेशानां इचु चवर् जकारः, जकारः. तर्हि जकार जकार, तर्हि किं भवति रूपम्? द्वौ जकारः अस्ति वा? भिद्यते, भिद्यते, भिद्यते, भिद्यते, भिद्यते. अग्रे अस्ति व्यज् योगः, विद्यते. वच् योगः यक् विद्यते. वच् योगः यक् उच्यते. स्वप् योगः यक् उच्यते. यज् योगः यक् किं भवति? यज् योगः यक् कोऽपि वदतु. विद्यते किं किं महोदय? युज्यते इति भवति. युज्यते महोदय, तत्र जकारजकार, तत्र किं तत्र विकल्पेन जरोजरी इत्यस्य कीर्तने एकस्य जरोजरी सवर्णे लोपः भवति विकल्पेन. भ्रज्यते एकम् एक एव जकारः भवति, अन्यत्र पक्षे विकल्पेन एक द्वयमपि भ्रज्यते, भ्रज्यते द्वयं सवर्णमस्ति वा? आम्, जरोजरी सवर्णे खलु. आमां, झरोझरि सवर्णे कृते किम् अस्ति? झर् वर्णः, तदनन्तरं झरिपरे, झर् परे, मध्ये अपि भवतु खलु, तत्र वर्णत्रयाणां जकार जकार यकार अस्ति खलु महोदय, तत्र जकार जकार यकार अस्ति. क्षम्यतां, झरोझरि नास्ति, तत्र यकार अस्ति खलु, अपि च यकार झर् प्रत्याहारे नास्ति, तदपि अस्ति, यकार झर् प्रत्याहारे नास्ति, झरि नास्ति खलु यकार, यकार झरि नास्ति, जरः झरि परे तर्हि झर् तर्हि झरो झरि सवर्णे किमस्ति, हल् झर् झर् इति स्थितिः अस्ति, हल् झर् झर् तर्हि यकारः झर् मध्ये नास्ति खलु, अस्ति वा यकारः झरि, झर् प्रत्याहारे अस्ति वा यकारः, नास्ति, अतः ऋज्यते एकं रूपम्, तर्हि यज् वप् योगः यक् उप्यते, वः योगः यक् उह्यते, वद् योगः यक् उद्यते, वश् योगः यक् उष्यते इति अस्ति, अग्रे एकमस्ति परन्तु नूतनं, तत्र उष्यते एकं सूत्रं पठामः, शातिवति घटिनां, तर्हि रघुपतिमहोदय पठतु, एकनिमिषं महोदय, शाशिवसि गसि एकनिमिषम् उपरि अस्ति खलु, एकनिमिषम् कुत्र अस्ति महोदय, शाशि गसि वचि उपरि अस्ति वा, उपरि अन्ते अन्ते भागे अस्ति, शासि वसि गचीनाञ्च, शास् वस् गस् इत्येषां दा इत्येतेषां धातूनाम् इन् प्रत्यारस्त इण् प्रत्यारस्तवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशः भवति, अत्र सकारः आदेशः प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययो इत्यनेन षत्वं न सम्भवति, तस्माच्च अस्य सूत्रस्य आवश्यकता अस्ति, शासि वसिश्च गसिश्च इति एतेषाम् इतरेतरद्वन्द्वः, शासि वसि गसयः तेषां शासि वसि गसीनां च, शासि वसि गसीनां षष्ट्यन्तम् अव्ययपदं द्विपदमिदं सूत्रं, सहेः साडः सः इत्यस्य इत्यस्मात् सः इत्यस्य अनुवृत्तिः, अपदान्तस्य मूर्धने इत्यस्य मूर्धनः इत्यस्य अनुवृत्तिः, तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अनुवृत्तिः, इण्कोः अधिकारः अनुवृत्सहितसूत्रमस्ति, शासि वसि गसीनाञ्च इण्कोः सः मूर्धन्यः सः मूर्धन्यः संहितायां, तर्हि वसुधातु अस्ति, वस् योग यु यक् इदानीम् इदानीं वचिस्वपेजादीनमित्तनेन तत्र सम्प्रसारणं यक् इक्कित् इति कृत्वा उस् इति भवति, उस् योग यक् उस्यते इति भवेत्, परन्तु अनेन विशेषसूत्रेण तत्र षत्वं भवति, अन्यथा सामान्यसूत्रमस्ति आदेशप्रत्ययो इत्यनेन एतत् आदेशप्रत्ययः नास्ति, धातोः अङ्गस्य एव अस्ति, अतः अस्य सूत्रस्य प्रसक्ति विशेषसूत्रम् आवश्यकमस्ति एतेषु शास् वस् गस् इत्येषाम् इत्येतेषाम्, अतः उष्यते इति भवति, सकारस्य षत्वं मूर्धन्यादेशः भवति उष्यते, तर्हि पश्यतु शासि वसि घसीनां च, शास् वस् घस्, शास् धातु वस् धातु घस् धातु, अत्र यदि सकारः इन् प्रत्याहारवर्ण अथवा इन् प्रत्याहारवर्ण अथवा कवर्गवर्ण तदनन्तरं सकारः अस्ति चेत् सकारस्य षत्वं भवति, तर्हि किमस्ति पश्यतु, शास् धातुः अस्ति अत्र सकारः अस्ति, वस् धातुः सकारः अस्ति, घस् तद् सकारः अस्ति धातुः अस्ति, तर्हि यदि केनपि कारणेन अयं सकारः इन् प्रत्याहार अथवा कवर्गीयवर्णस्य साक्षात् अनन्तरम् आगच्छति तर्हि तत्र सकारस्य षत्वं भवति, अत्र आदेशप्रत्ययोः इत्यनेन अपि सकारषत्वं भवति, परन्तु तादृशं कार्यम् अत्र तस्य सूत्रस्य अत्र प्रसक्तिः न भवितुं शक्नोति, यतोहि तत् सूत्रं तु तादृशसकाराणां कृते एव कार्यं करोति यत्र सकारः आदेशस्य भागः अस्ति अथवा प्रत्ययस्य भागः अस्ति, अत्र तु सकारः धातोः भागः अस्ति, अतः अत्र आदेशप्रत्ययः कार्यं न करोति, अतः भिन्नसूत्रस्य आवश्यकता शासि वसि गसीनां च। तर्हि कुत्र कार्यं भवति, पश्यतु वस् वस् योगः यक्, अत्र वकारस्य स्थाने सम्प्रसारणं भूत्वा उकारः भवति, वचि स्वपि यजादिनं किति, तर्हि उस् योगः यक्। इदानीं पश्यतु उस् इति मध्ये सकारः अस्ति, सः सकारः वस् धातोः सकारः अस्ति, अपि च सः सकारः इन् प्रत्याहारवर्ण नाम उकारात् अनन्तरम् अभवति, अतः अस्य सकारस्य षत्वं भवति, रूपं भवति न तु उष्यते परन्तु उष्यते, शकारः मूर्धन्यशकारः इति। सर्वे आगच्छन्ति वा? प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय। सुलभमेव, सुलभमस्ति खलु। तर्हि अत्र भवति उष्यते। अग्रे एकं सूत्रमस्ति हलः, हलः अपि एकं सूत्रम् अस्माभिः पूर्वं पठितं बहु पूर्वं, परन्तु तस्य प्रसक्तिः बहुत्र न भवति, अतः प्रायः सर्वे विस्मरन्ति, परन्तु एकवारं पुनः पठामः। तर्हि मलर् महोदय पठतु हलः। आम् महोदय, अलः अङ्गावयवात् अलः इत्युत्तर यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति। अलः तदुत्तरं सम्प्रसारणं यः अलः वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति। अलः पञ्चमी अन्तम् एकपदमिदं सूत्रं येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञा वर्णः अस्ति अचश अलोन्तस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः तो लोपो पूर्वस्य दीर्घो नः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अलः सम्प्रसारणस्य अङ्गस्य दीर्घः यत्र अङ्गावयवात् अलः अस्ति यदुत्तरम् उत्तरं सम्प्रसारणवर्णः अस्ति चेत् तद् अङ्गस्य अन्ते दीर्घो भवति। समीचीनं वा? यदुत्तरम् इत्युक्ते परे अस्ति चेत् वा? तदुत्तरं हलात् उत्तरं हलात् उत्तरम् अलः उत्तरम् अलः उत्तरम् किं लिखितमस्ति हलः अङ्गस्य दीर्घः नाम हल् वर्णः अस्तु अन्तिम अङ्गस्य दीर्घ हल् वर्णः पश्यतु तर्हि एकनिमिषः दीर्घः भवति अन्ते दीर्घः भवति अन्ते वर्णः भवति तर्हि पश्यतु अङ्गमत् कीदृशमङ्गमस्ति अन्ते सम्प्रसारण न तस्य अन्ते सम्प्रसारणवर्णः अस्ति उपधायां फल् वर्णः उपधायां फल् वर्णः तर्हि उपधायां फल् वर्णः अस्ति अन्ते सम्प्रसारणवर्णः अस्ति एतादृशम् अङ्गमस्ति चेत् तस्य अन्तिम इह वर्णः अस्ति सम्प्रसारणी वर्णः तस्य दीर्घत्वं भवति अत्र उपधायां कः उक्तः महोदय अत्र उपधायां साक्षात् लिखितं नास्ति परन्तु लिखितं किमस्ति अलः सम्प्रसारण नाम अल् वर्णात् साक्षात् अनन्तरं सम्प्रसारणवर्णः तत् सम्प्रसारणवर्णमस्ति खलु तेन वयं ज्ञातुं शक्नुमः यत् अल् वर्णः उपधायामस्ति अल् वर्णः तत्र अनन्तरं सम्प्रसारणवर्णः तत् सम्प्रसारणवर्णः अन्ते अस्ति सः तर्हि अङ्ग अस्ति उपधायां खलु अन्ते सम्प्रसारणवर्णः तस्य विधत्वं भवति पश्यतु अस्य सूत्रस्य निमित्तं नास्ति किमपि यत् अग्रे प्रत्ययः कीदृशः भवेत् एतत् किमपि नास्ति पूर्व परनिमित्तं नास्ति सूत्रम् इति अस्य वाक्यस्य महत्त्वम् अग्रे वयं पश्यामः अस्तु अग्रिमसूत्रमस्ति अकृत् सार्वधातुकयोः एकवारं पुनः पठतु अस्माकं सूत्रम् अकृत् सार्वधातुकयो दीर्घः अजन्त अङ्गस्य दीर्घ आदेशो भवति यकारादि प्रत्यये परे किन्तु स च प्रत्ययः कृत् संज्ञकः अथवा सार्वधातुकं चेत् न भवति अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयो ओहो तर्हि अकृत् सार्वधातुकयोः दीर्घः अङ्गस्य दीर्घः भवति नाम अजन्त अङ्गस्य दीर्घः भवति यतोहि दीर्घः केवलम् अच् वर्णस्य भवति खलु अतः अच् वर्णस्य दीर्घः भवति अजन्त अङ्गस्य दीर्घः भवति अचः अङ्गस्य दीर्घः भवति कदा जि यकारादिप्रत्ययपरे तर्हि जि नाम यकारादिप्रत्ययः यकारादिप्रत्ययः कीदृश यकारादिप्रत्ययः कृत् अपि न भवेत् सार्वधातुक अपि न भवेत् तर्हि यः यकारप्रत्ययः कृत् अपि नास्ति सार्वधातुक अपि नास्ति यथा यक् यक् प्रत्ययः अत्र तस्य तस्य समावेलनं भवति समावेशः भवति तादृश यकारः यकारादिप्रत्ययः अस्ति चेत् अजन्त अङ्गस्य दीर्घत्वं भवति इदानीं पश्यतु अग्रे द्या द्यायोगः यक् इति उदाहरणं द्यायोगः यक् जि योगः आयोगः यक् जि कथं जायोगः सम्प्रसारणं इति जि भवति तर्हि यकारस्य सम्प्रसारणं भूत्वा किं भवति इकारः तर्हि इदानीम् इकारवर्णः सम्प्रसारणीयवर्णः अस्ति तर्हि ईयोगः आ कथं किं भवति आयोगः यत् ईयोगः आ अत्र किमस्ति ज य आ अस्ति खलु यकारस्य स्थाने इकारः भवति सम्प्रसारणं कृत्वा तर्हि ज इ आ इदानीम् इ आ सन्धि कथं भवति केन सूत्रेण यन् सन्धि भवति सन्धि भवति चेत् पुनः ज्या भवति खलु तर्हि ज्या पुनः न भवितुं शक्नोति सम्प्रसारणवर्णः योगः अच् वर्णः तयोः कृते किं भवति केन सूत्रेण भवति पूर्वपरयोः स्थाने एकः पूर्व आदेशः भवति पूर्वादेशः भवति खलु केन सूत्रेण सम्प्रसारं च सम्प्रसारणात् च इति सूत्रेण पूर्वपरयोस्थाने एकः पूर्वपरयोस्थाने जि अतः एव तिष्ठते अतः इकार आकारस्य आकारयोः स्थाने इकारः भवति जि योगः य इदानीं पश्यतु इदानीं पश्यतु अत्र दकारः अस्ति खल् वर्णः इकारः अस्ति इकारः अस्ति खलु अन्ते इकारः दकारः खल् वर्णः तस्मात् अनन्तरम् इकारः अस्ति इकारः अङ्गस्य अन्ते भवति अपि च अयम् इकारः सम्प्रसारणी अस्ति खलु सम्प्रसारणवर्णः अस्ति खलु अतः अस्यां स्थित्याम् इकारस्य दीर्घत्वं भवति खलः इति सूत्रम् अपि च अत्र एव जियोगः यक् मध्ये अकृत् सार्वधातुकयोः अपि कार्यं कर्तुम् इच्छति खलु, तत्रापि एकत्वं भवति, नाम उभयत्र फलं समानं, परन्तु कस्य सूत्रस्य बलं भवति? तर्हि हलः इति सूत्रस्य बलं भवति, यतोहि हलः अन्तरङ्गसूत्रमस्ति. किमर्थम् अत्र अपवादः तु नास्ति खलु, अपवादः तु नास्ति, उभयोः सूत्रयोः अन्य अपि लब्धावकाशः भवति, अतः अपवादस्य प्रश्नः नास्ति, अन्तरङ्गस्य प्रश्नः अस्ति. किमर्थं हलः इति सूत्रं यदस्ति तस्य कृते परनिमित्तं किमपि नास्ति यथा मया उक्तं खलु, परन्तु अकृत्सार्वधातुकयोः कृते परनिमित्त अतः परनिमित्तं नास्ति यदा धार्मिकसूत्रम् अन्यसूत्रस्य अपेक्षया अन्तरङ्गं भवति इति अस्माभिः पूर्वं पठितं खलु. अपि च अन्तरङ्गसूत्रस्य अन्तरङ्गं सूत्रं बलवत्तरं अतः यदि अलः अथवा अकृत्सार्वधातुकयोः स्यूहस्य सूत्राभ्यां फलं समानं भवति, परन्तु प्रथमम् अलः इति कार्यं करोति अस्तु. तथैव येङ्गयोगः अहं वा विजया महोदय किं महोदय वे इति दातु वा व्येङ् योगः यक् प्रथमम् अस्ति खलु अत्र वे अत्र वकारस्य स्थाने द्वि वकारः यकारः अत्र पूर्वमेव एतत् विषये दृष्टवन्तः एव अत्र अत्र किं यकारस्य स्थाने न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं कार्यं करोति अत्र अत्र पूर्वस्य सम्प्रसारणं न भवति इति भवति न सम्प्रसारणे वकारः एकारः यकारः यकारः तर्हि वकारस्य भवति वा अथवा यकारस्य भवति वकारस्य पूर्वस्य यनः अत्र सम्प्रसारणं न भवति एव परस्य एव भवति तर्हि यकारस्य भवति खलु सम्प्रसारणं वकारस्य न भवति तर्हि सम्प्रसारणं भूत्वा यकारस्य किं भवति सम्प्रसारणं भवति चेत् अत्र यकारस्य इकारः भवति खलु तर्हि इदानीं वकार इकार एकार इति अस्ति खलु तर्हि इकार एकारयोः कादृशी स्थितिः कीदृशी स्थितिः भवति अत्र एकारः अस्ति चेत् अत्र अत्र सम्प्रसारणं च इत्यनेन अचुवर्णे परे अस्ति चेत् अत्र पूर्वपरयोः पूर्वरूपमेव एकादेशः भवति खलु महोदय एकादेश भूत्वा इकार एकारयोः एकादेश भूत्वा किम् अवशिष्यते इकार इकार वि एव भवति खलु वियते इति वि वि योगः वि भवति इदानीं इदानीं वकारः हलः अस्ति हल् वर्णः तस्मात् अनन्तरम् इकारः अस्ति खलु आम् अतः दीर्घः भवति केन सूत्रेण हलः आम् हलः इत्यनेन दीर्घः दीयते दीयते न तु दीर्घ इकारः तथैव वेङ् योगः यक् अपि दीयते भेङ्गयोगः यक् किं भवति भेङ् योगः यक् अत्र वकारः अस्ति एकारः अनन्तरं सम्यक् सम्यक् सम्यक् सम्यक् वेङ् वेङ्गयोगः यक् कथं भवति पुनः करोतु अत्र वे अस्ति चेत् अत्र तादृशमेव भवति खलु महोदय अत्र अपि किं वेङ्गयोगः सर्वप्रथमं न सम्प्रसारणे सम्प्रसारणम् इत्यस्य पूर्वस्य यनः न भवति सम्प्रसारणं न भवति वेङ्गमध्ये तु एक एव सम्प्रसारणवर्णः अस्ति खलु आम् वकारः वकारः वेङ् न तु व्येङ्ग वेङ्ग वेङ्ग तर्हि वेङ्ग मध्ये एकः एव सम्प्रसारणवर्णः अस्ति खलु कः वर्णः अस्ति वकारः तस्य स्थाने किं भवति उकारः भवति तर्हि उकारयोगः एकारः किं भवति अत्र सामान्य सम्प्रसारणाच्च सम्प्रसारणाच्च खलु पूर्वरूपम् एव एकादेशः भवति किम् अङ्गं भवति उ खलु उ एव अवशिष्यते खलु सत्यं खलु आम् तर्हि उयोगः यक् किं भवति इदानीम् अत्र हलः इति दीर्घ ऊकारः भवति वा दीर्घ ऊकारः प्रथमं तु पश्यतु अत्र हलः इति सूत्रस्य प्रसक्तिः अस्ति वा अन्तरङ्गसूत्रमस्ति अतः बलवत् हलः इति अङ्ग अवया सम्प्रसारं तदन्तस्य दीर्घः भवति अलः यद् उत्तरं सम्प्रसारणम् उत्तरम् अत्र तर्हि हलः भवेत् तस्मात् अनन्तरं सम्प्रसारणवर्णः अस्ति खलु अत्र उ मध्ये हल् वर्णः अस्ति वा नास्ति अतः एतत् कार्यं न भवति परन्तु अकृत् सार्वधातुकयोः कार्यं करोति खलु आम् अजन्त अङ्गम् अस्ति अतः दीर्घः भवति अतः ऊयोगः या योगः ऊयते इति भवति वा महोदय ऊयते दीर्घ ऊयते आमाम् ऊयते ऊयते इति तर्हि हेययोगः यक् मध्ये किं भवति हूयते परन्तु अत्र अत्र हलः इति सूत्रेण कार्यं भवति यतोहि अत्र हकारवकारः अस्ति वकारस्य उकारः भूत्वा हकारात् हल् हल् वर्णः अस्ति तस्मात् अनन्तरम् उकारः अस्ति अतः हूयते श्रीमध्ये किं भवति श्रूयते महोदय अत्र वेङ् इति उक्तं न ककारस्य किं भवति वेङ् न अन्तिम हलन्त्यं तस्य लोपः इत्यनेन पूर्णतया लोपः औपदेशिकदातु अस्ति अत्र दत्तम् तर्हि श्वेङ्ग हूयते श्वि शीयते खलु श्वेतं श्रूयते श्रूयते अन्तिम अस्ति अनदिति धातव अनदिति तर्हि कित् कित् यदि अस्ति कित् नित् प्रत्ययः अस्ति चेत् त्रीणि कार्याणि भवन्ति खलु प्रथमकार्यमस्ति गुणवृद्धिनिषेधः तत्तु अस्माभिः पूर्वं पठितम् द्वितीयकार्यमस्ति सम्प्रसारणं तदपि अस्माभिः पठितम् अन्तिमकार्यमस्ति अनुदितां हल्ल उपधायाः निति तर्हि सूत्रं किं वदति विजया महोदय पठतु एकवारं पुनः पठतु महोदय अनिदितं हल उपादायः नीति इत्यनेन अनिदितं हलन्तानां धातूनाम् उपादायं स्थितस्य नकारस्य लोपः भवति कुत्र भवति चेत् किति निति प्रति परे अस्ति चेदेव यक् तु कित् अतः यकि अनिदितं धातूनाम् उपदास्थितस्य नकारस्य लोपः भवति अत्र पूर्णतया अत्र अनिदितं हल उपादायः इति निति च इत्यनेन तेषां हलन्तधातूनां ह्रस्व इकारस्य यित् संज्ञा नास्ति तेषाम् उपादायं नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति निति प्रत्यये परे यित् यित् अस्ति चेत् अस्ति येषां ते इदितः न इदितः इति अर्थे आगच्छति नै तत्पुरुषसमासः अत्र अनिदितः बहुवीर्घी गर्भः एतत् नञ् तत्पुरुषसमासः भवति तेषाम् अनिदिताम् इक् च इञ् च तयोः इतरेतरद्वन्द्वः क्वङ् क्वङ् क्वङ् इतौ यस्य सः नित् द्वन्द्वगर्भः बहुवीर्हिः समासः तस्मिन् निति अनिदितं षष्ट्यन्तं हलः षष्ट्यन्तम् उपादायाः षष्ट्यन्तं निति सप्तम्यन्तम् अनेके पदमिदं सूत्रं स्नानो स्नानलोपः स्नान्नलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनिदितं हलः अङ्गस्य उपादायाः न लोपः नकारलोपः निति च इति भवति यत्र अनिदितं हल उपादायः अल्वर्णस्य अलन्तधातूनाम् अत्र उपादायां स्थितस्य नकारस्य लोपः भवति इति तत्र अनिदितं हल उपादायः निति च इति सूत्रं वदति महोदय तर्हि धातु कीदृशी भवेत् कीदृशः भवेत् अनिदितु नाम उपदेशे धातु मध्ये ह्रस्व इकारस्य इत्संज्ञा मा भवेत् ह्रस्व इकारस्य इत्संज्ञा मा भवेत् इति अनिदिते अपि च तदनन्तरम् इत्संज्ञा लोपानन्तरं तत् तादृशधातोः उपधायां नकारः भवेत् नकारः नाम धातु इदित् न भवेत् अपि च धातुमध्ये नकारस्य उपधा भवेत् तदा तत्र कित् नित् प्रत्यये परे उपधाभूतनकारस्य लोपः भवति इति तर्हि अष्टाध्यायाम् अनदिति धातवः के के सन्ति यत्र उपधायां नकारः अस्ति पठतु अग्रे महोदय अग्रे बदर् महोदय पठतु पाणिनेः धातुपाठे अदिधातव इन्दिधातवः इमि पाणिनेः धातुपाठे अनदित् धातवः इमे अञ्च कुञ्ज कृञ्ज गृञ्ज सञ्ज तञ्ज कञ्ज मृञ्ज लुञ्च लुञ्च वञ्च अञ्च रञ्च ब्रञ्च सञ्च ष्वञ्च कुन्त कृन्त मन्त सन्त उन्त बुन्द स्कन्द स्यन्द इन्द वन्द शुन्द तुम्प त्रुम्प कृम्प ग्लुम्प तुम्प त्रुम्प त्रुम्प त्रुम्प उम्ब दुम्ब शुम्ब शम्ब शुम्ब स्रम्ब हम्ब दर्श दंश ब्रंश दंश ब्रंश द्वंस ब्रंज संस संस तृंद यति परे उपत एतेषाम् आदिता एतेषां एते धातवः सन्ति ते अनुदिते धातवः न सन्ति इत् संज्ञायाः इत् ह्रस्व इकारस्य इत् संज्ञा नास्ति अपि च उपधायां नकारः अस्ति अतः एतेषां धातूनां कृते इत् इत् प्रत्ययः परे अपि च नाम यक् यक् प्रत्ययः परे किं भवति उपधास्थित् नकारस्य लोपः भवति तथा कार्यं भवति अग्रे पश्यतु एकी परे उपधाय सिद्ध सिद्धनकारलोपः यथा स्कन्धयोगः यक् अनिजां हल उपधायाः निति इति सूत्रेण इत्यनेन किति परे न लोपः अत्र नकारस्य लोपः भवति स्कन्धयोगः या स्कन्ध्यते भवति एवमेव सर्वेषाम् अनिदितां हलन्तानां भावकर्मणि तिगन्तरूपाणि वक्तव्यानि अनेन भावकर्मप्रक्रिया लटि लोटि लङ्गि वितिलिङ्गि नवानां धातूनां वाद्यारभ्य क्रियाद्यावत् समग्रचिन्तनं सम्पूर्णम् प्रश्नः अस्ति वा कस्यापि न महोदय अस्तु द्वि प्रथमपाठः यक् भावे कर्मणि इति कर्मणि भावे इति विषयस्य प्रथमपाठः समाप्तः इदानीं 4A समाप्तः 4B करपत्रम् उद्घाटयन्तु सर्वे कृपया 4B अस्तु इदानीं चुरादिगणस्य विषयः अस्ति रघुपति महोदय पठतु सर्वे उद्घाटयन्ति खलु आमाम् अस्ति एव कर्मणि भावे च भावकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि चुरादिगणे प्रेरणार्थे निचि च चुरादिगणे निष्पत्त्य स्वार्थे विधीयते एव यथा चुरुयोग णिच् इदानीं तत्र चोरि इति भवति उकन्तलघुपतिसूत्रेण अनन्तरं चोरि इति तदा सनाद्यन्तः धातव इत्यनेन चोरि क्षालि इत्यादीनाम् आदिदेशिकरूप धातूनां धातुसंज्ञा भवति चुर् इति भुवादेव धातुः इत्यनेन चु इत्यस्य धातुसंज्ञा सत्यापपाशरूपवीणा तूलश्लोकसेना लोम त्वचवर्मवर्णचूर्णचुरादिभ्यो निचित्तनेन चुरादिगणीयधातुभ्यः निष्पत्यः विधीयते स्वार्थे इत्यनेन अतः चुयोग ई चुर्योग ई पुगन्तलघुपदस च इत्यनेन उपधायां लघुइकः गुणः अर्धात्मकप्रत्ययपरे चोरि इति इदानीं सनातनधातु इत्यनेन धातुसंज्ञा चोरि इति आदिदेशिकधातुः तथा च प्रेरणार्थे निचि अपि आदिदेशिकधातुः निष्पद्यते अत्र सूत्रमस्ति फट् इति हेतुमति च इति इत्यनेन प्रेरणार्थे धातोः णिच् भवति इदानीं फट् योग ई इदानीम् अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः निति प्रत्यये परे तर्हि पाठि इति रूपं भवति तर्हि चुरादिगणीयधातूनां कृते तु सत्यापपाश चुरादिभ्यो णिच् इत्यनेन स्वार्थे णिच् प्रत्यय भवति अन्येषां धातूनां कृते अपि प्रेरणार्थे णिच् प्रत्यय भवति तर्हि आहत्य यत्र णिच् प्रत्यय भवति तत्र नूतन आतिदेशिकधातुः निष्पद्यते खलु आम् एकनिमिषः फोल्ड् करोतु सर्वे आगच्छन्ति खलु? आं महोदय. आं महोदय. तर्हि अस्माभिः पूर्वं पठितं किमपि नूतनं नास्ति. तर्हि नूतननिजन्तधातुः निष्पद्यते. निजन्तधातुः आकदेशिकधातुः अस्ति. प्रथमं सर्वदा निच् प्रत्ययस्य योजनं करणीयं, तदनन्तरमेव यत्किमपि कार्यमस्ति तत् करणीयम् इति वयं जानीमः खलु. तर्हि हा इदानीं सत्यापपाश् इति सूत्रमस्ति, हेतुमति च इति सूत्रं वयं जानीमः, सनाद्यन्तः धातवः इति अपि वयं जानीमः सूत्रं. तर्हि इति सर्वं भवति. तर्हि अग्रे रघुमहोदय एकं वाक्यमस्ति, एवं च चुरादौ प्रेरणार्थम् इति च, सनाद्यन्तः धातवः तस्यानन्तरं लिखितमस्ति. एकनिमिषं महोदय, सनाद्यन्तः एवं च चुरादौ प्रेरणार्थे निचि च उभयत्र निजन्तः आदेशधातुः निष्पद्यते. चुरादौ स्वार्थे चोरी क्षाल इत्यादयः धातवः, प्रेरणार्थे पाटी लेखि नायि इत्यादयः धातवः. उभयत्र चुरादौ प्रेरणार्थे निचि च यत्किमपि रूपं निष्पादयितुम् इष्येत सर्वप्रथमं निचः विधानं भवति, तदनन्तरमेव अन्यानि कार्याणि करणीयानि, तथैव भवति भावकर्मप्रक्रियायाञ्च. सर्वप्रथमं निच् तदा अनन्तरं निच् भवति, अनन्तरं धातुसंज्ञा भवति, अनन्तरं यक् विधीयते. यथा चुर् युग इ इदानीं तत्र चुर्योग चुरादिगणीय स्वार्थे इति इदानीं चिन्तयामः. चुर्योग इ चोरि इति भवति, चोरि इति इदानीं धातुः अस्ति. सार्वधातुके यक् कर्मणि कर्मविवक्ष कर्मणि प्रयोगे सार्वधातुके यक् इत्यनेन तत्र भाववाचके कर्मवाचके यक् चोरियोग यक् इदानीम् अस्यां दशाय. धन्यवादः महोदय. तर्हि चुर्योगः इ चुर्योगः णिच् णिच् मध्ये इ एव अवशिष्यते. तर्हि पुगन्तलघुपदस्य च इत्यनेन चोर्योगः इ चोरी धातुः भवति. अनन्तरं चोरियोगः यक् करणीयं भावकर्मणि. तर्हि चोरियोगः यक् इदानीं चोरियोगः यक् कार्यं कथं भवति तस्य कृते नूतनं सूत्रमस्ति. विजया महोदय पठतु अग्रे अस्यां दशायां. आं महोदय पठतु अग्रे. अस्यां दशायां नेरनिटि इत्यनेन यस्य सार्धधातुकप्रत्ययस्य इदागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपः भवति. यक् प्रत्ययः बलादिः नास्ति इति कारणतः तस्य इडागमः न कदापि भवति. अनेन चुरादिगणे प्रेरणार्थे निचि च कश्चन निजन्तधातुः अस्ति चेत् भाववाचके कर्मवाचके च सार्वधातुके यक् इत्यनेन यक् विधीयते. तदा नेरनिति इत्यनेन निच्छः लोपः भवति. अत्र नेरनिति सूत्रं किं अत्र वदति, आर्धधातुकप्रत्ययस्य इडागमः नास्ति यस्मात् कुत्र न भवति चेत् अत्र यक् प्रत्ययः बलादिः नास्ति, अतः तत्र इडागमस्य चिन्तनं नास्ति एव. अनेन चुरादिगणे प्रेरणाति निच् इति कश्चन धातुः निजन्तधातुः अस्ति चेत् अत्र भाववाचके कर्मवाचके च सार्वधातुक यक् इत्यनेन एव यक् विधीयते. तदा नेरनिटि इत्यनेन निच् लोपः भवति. अत्र एतत् विषये उदाहरणमपि अग्रे आगच्छति इति अहं मन्ये महोदय. प्रथमं निच् इति लोपः भवति खलु महोदय? महोदय अस्ति वा? नेरनिटि सूत्रं पठतु एकवारम्. नेरनिटि यस्य आर्धधातुकस्य प्रत्ययस्य ईडागमः नास्ति तस्मात् पूर्वं नी प्रत्ययस्य लोपः भवति. अत्र नी इत्यस्य अनुबन्धरहितत्वात् निङ् निच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यते. नेः षष्ट्यन्तम् अनिति सप्तम्यन्तं द्विपदमिदं सूत्रम्. अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नेः लोपः अनिटि आर्धधातुके इति अस्ति. अत्र यस्य धातुः आर्धधातुके प्रत्ययस्य ईडागमः नास्ति पूर्वं नी प्रत्ययस्य लोपः भवति. यत्र एतत् विषये अग्रे अपि उदाहरणं भवति. अत्र नी इत्यस्य अनुबन्धरहितत्वात् अतः तत्र निङ् भवति निच् भवति. तत्र द्वयोः मध्ये ई एव तिष्ठति. तर्हि किं लिखितमस्ति यत् यदि आर्धधातुकप्रत्यय अस्ति यत् यस्य ईडागमः न भवति. यदि आर्धधातुकप्रत्यय अस्ति यस्य ईडागमः नास्ति तस्मात् पूर्वं णिच् अथवा निङ् प्रत्ययस्य लोपः भवति. णिच् अथवा निङ् प्रत्ययस्य लोपः भवति. तर्हि अत्र पश्यतु चुर् योगः णिच् योगः यक् इति अस्ति खलु. चुर् योगः णिच् योगः यक् अत्र चोरि इति भवति. चोरि इति धातु भवति. चोरि योगः यक् इदानीं चोरि मध्ये णिच् प्रत्ययः अस्ति तस्मात् अनन्तरं यक् इति आर्धातुकप्रत्ययः अस्ति. अपि च यक् तादृश आर्धातुकप्रत्ययः अस्ति यस्य इडागमः न भवति खलु. आर्धातुकस्य इड् वलादेः यकारः वलादि नास्ति अतः इडागमः नास्ति. अतः अस्य सूत्रस्य प्रसक्तिः भूत्वा तत्र णिच् प्रत्ययः यत् अस्ति तस्य लोपः भवति. नाम इकार इति अस्ति खलु. इकार णिच् प्रत्ययः तस्य लोपः भवति. तर्हि चोरि मध्ये इकारस्य लोपः भूत्वा चोर् इति भवति. चोर् योगः य यक् चोर्यते इति रूपः भवति. चोर्यते आगच्छन्ति वा? आम् महोदय. कस्यापि प्रश्नः अस्ति वा? नास्ति महोदय. प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय. नास्ति महोदय. नास्ति नास्ति चेत् अग्रे गच्छामि. चोर्यते तथैव अग्रे विजयमहोदय अस्ति वा? आम् अस्मि महोदय. एवमेव कथयोगः एवमेव कथयोगो निच् अतो लोपः इत्यनेन अदन्तस्य अङ्कस्य ह्रस्व अकारः लोपः भवति आर्धधातुके प्रत्यये परे. खत् इदानीं भवति. खत् योगः निच् अत उपादायः इत्यनेन उपादायं स्थितस्य अतः वृद्धिः निति निति प्रत्यये परे भवति स्म. अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिकः अजादेशः स्थानिवत् भवति. पूर्वविधौ कर्तव्ये खत् धातोः अन्त्यः लोपः अत् इव दृश्यते. अत उपादायः इति सूत्रेण खत् दृश्यते इति कारणतः उपादायाम् अधुना स्थकारः वर्तते अतः वृद्धिः न भवति. कति सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक् कति इति भवति. कति योगः यक् इदानीं नेरनिटि इत्यनेन निचः लोपः अतः खत् योगः यक् कत्य इति भवति. कत्य योगः ते कथ्यते इति भवति. अत्र कत् योगः निच् भवति. अतो लोपः इत्यनेन अदन्तस्य अङ्गस्य स्थितस्य तकारस्य उत्तरवचि अकारः ह्रस्व अकारः लोपः भवति. आर्धधातुके प्रत्यये परे अस्ति चेदेव एतत् कार्यं भविष्यति. इदानीम् अतो लोपः इत्यनेन अकारस्य लोपः भूत्वा कत् एव तिष्ठति तिष्ठति. कत् योगः निच्. इदानीम् अत उपादायः इत्यनेन उपादायां स्थितस्य अत्र अतः वृद्धिः भवति ङिति ङिति प्रत्यये परे. अतः इदानीम् अचः पूर्वस्मिन् पूर्वविधौ इत्यनेन परन्मितिकः अजादेशः अत्र स्थानिवित् भवति. उदाहरणरूपेण पूर्वविधौ कर्तव्ये कर्तव्ये इत्यनेन कत् धातोः अत्र अन्त्य अन्त्यः यत् तकार उत्तरवति आकारः लोपः भवति. इदानीम् अतिव दृश्यते. अतः उपादायः इत्यनेन कर्त इति दृश्यते चेत् अत्र उपादायं स्थितस्य तकारः वर्तते एव कर्त इति. अतः वृद्धिः न भवति. कति इति सार्वधातुके यक् इत्यनेन भाववाचककर्मवाचकः अस्ति चेत् अत्र यक् इति प्रत्ययम् आगच्छति सार्वधातुके यक् इत्यनेन. अथवा तत्र कत् योगः यक् भवति. पूर्वमेव अत्र वृद्धिः भवति. वृद्धिः भवति चेत् अत्र कति इति भवति. इदानीं कति योगः यक् नेरनिटि इत्यनेन अत्र इकारस्य लोपः भवति. अतः तत्र पूर्वस्तनविषये तत्र इकारः स्तूयते खलु कति. तत् स्थाने इदानीम् इकारस्य लोपः भवति निच् इति. इकारस्य लोपः भवति नेरनिटि इत्यनेन. अतः इदानीं कत् एव तिष्ठति. इदानीं सार्वधातुक यक् योजनेन तत् योगः यक् भवति. अनुबन्धलोपानन्तरं यकारः एव य एव तिष्ठति अत्र. इदानीं कत्य इति भवति. अस्माकं विवक्षा अस्ति प्रथमपुरुष एकवचने आर्धधातुकप्रत्ययम् अत्र विवक्षा अस्ति ते इति. अतः अन्तिमरूपं कत्य योगः ते योजनेन कथ्यते इति पूर्णतया रूपं निष्पन्नम् अत्र महोदय. महोदय समीचीनमस्ति वा? अस्ति अस्ति. धन्यवादः. तर्हि कथयोगः णिच् अत्र वस्तुतः अकारः अस्ति अन्ते. लौकिकधातुमध्ये एव अन्ते नकारः अस्ति. परन्तु अस्माभिः पूर्वं पठितं खलु अतो लोपः इति सूत्रेण आर्धातुकप्रत्यये परे अदन्त अङ्गस्य अकारस्य लोपः भवति. तर्हि कथयोगः णिच् भवति कथयोगः णिच्. इदानीम् अचः परस्मिन् पूर्वविधौ इत्यनेन यद्यपि अकारस्य लोपः भवति परन्तु परनिमित्तिक इति अकारः पूर्वविधि यत् कार्यमस्ति अच उपधा अत उपधायाः तस्य कृते स्थानिवद् भवति. अतः यद्यपि अकारः गच्छति परन्तु कात् इति न भवति अतः उपधाः इति सूत्रेण. यद्यपि अन्ते इदानीमपि अकारः दृश्यते अच परस्मिन् पूर्वविधौ. तर्हि कथ योगः निच् कथि भवति. कथि योगः इक. इदानीं कथि योगः यक्. यक् आधातुकप्रत्ययः अस्ति. वलादिनाशकरः निरगमः नास्ति. अतः निच् तत इकारस्य लोपः भूत्वा कथ् योगः यक् किं रूपं भवति? कथ्यते. तर्हि चोर्यते कथ्यते इति भवति. तदनन्तरम् अग्रे पठ्. पठ् मध्ये अपि किं भवति? पठ् योगः इ अत उपधाय इत्यनेन वृद्धिः भवति. पाठी इति भवति. पाठ्यते. दा योगः णिच् आकारान्तधातुः अस्ति. दा तस्य कृते यदा चुर् प्रत्ययः आगच्छति तत्र किं सूत्रं कार्यं करोति? दा प्र दा तस्य किं रूपं भवति? केन सूत्रेण च निजन्तरूपम्? कोऽपि स्मरति वा? अत्रैव उत्तरमस्ति खलु महोदय. अत्र अस्ति उत्तरमस्ति परन्तु कोऽपि स्मरति वा उत्तरं न दृष्ट्वा? एतदेव खलु महोदय. अर्ति ह्री व्ली रिट् न्युक्स् मायास्तां पुग्नौ इत्यनेन अर्ति व्ली आकारान्धातु अस्ति चेत् सामान्यतया पुगागमः भवति. अतः दापि इति भवति. दापि तदनन्तरं दाप्यते पै पाने पै मध्ये किं भवति किमपि न भवति आदेश उपदेशे अशिति इत्यनेन पा भवति पा पा धातु भवति एजन्तस्य आकारान्तं भवति तदनन्तरं सा छा सा वा व्यावेपां युक् इत्यनेन शोधातु छोधातु सोधातु हेधातु वेधातु वेधातु पैधातु तेषां कृते युगागमः भवति तर्हि पायि योगः यक् पुनः नेन इत्यनेन इकारस्य लोपः भूत्वा पाययोगः यक् पाय्यते पाय्यते इति भवति नियोगः णिच् तत्र अचोण्डिति इति सूत्रं सामान्यसूत्रं कार्यं कृत्वा इकारस्य स्थाने वृद्धिः भूत्वा नै नै योगः इ एचयवायावः इति नायि नायि योगः किं भवति यक् नायते इकारस्य लोपः भूत्वा नायते नायते लिख् योगः णिच् लिख् योगः णिच् कथं भवति मदर् महोदय लिख् योगः णिच् लिख् योगः णिच् ले ले लेखी लेखी वा ले लेखी लेखी लेखी योगः लिख् योगः पुगन्धलघु बर्सेद् सूत्रेण तदनन्तरं न श्रूयते महोदय तद् अतः लेखी भवति गुणः भवति अतः लेखी इति लेखी योगः यत् नेरनेटि इति सूत्रेण लेख्यते लेख्यते लेख्यते तथैव रघुपतिमहोदय भूयोगः कथं भवति रघुपतिमहोदय अस्ति वा क्षम्यता महोदय एकनिमिष एकनिमिषं महोदय कुत्र निमिष कुतः महोदय तत्र भूयोगः णिच् भूयोगनिच् अस्तु भूयोगनिच् अस्ति इदानीं भूयोगनिच् तत्र इदानीं भूयोगनिच् यक् प्रत्ययः भवति तत्र भावि इति भवति तत्र भूयोगनिच् इदानीम् अत्र भौ इति तत्र वृद्धिः भवति अतः भौयोग इ अनन्तरं अत्र भावि इति भवति यचो यवयावि सूत्रेण भावि इति भावि इति अस्ति भावि इदानीं योग यक् इदानीं नेरनिटि इत्यनेन अनिट् अस्ति इति कृत्वा अत्र लोपः इ इति तर्हि इकारस्य लोपः तर्हि भाव्यते इति भवति भाव्यते इदानीम् एकम् अत्र एस्टरिस्क् अस्ति पठतु हा आम् अत्र प्रश्नः उदेति भूयोग णिच् भावि योग यक् योग ते इत्यवसरे नेरनिटि अकर्सार्धकदीर्घः अनयोः द्वयोः युगपत् प्राप्तिः अन्यत्र अन्यत् लब्धावकाशः च भवतः अकृत् सार्धकयोः दीर्घः इति परसूत्रम् अतः तस्य प्राप्तिः भवेत् न तु नेर्निटि इत्यस्य इति दत्तम् खलु तर्हि निजन्तधातुः सर्वदा इकारान्त अस्ति खलु तर्हि इकारान्तधातु योगः यत् अस्माभिः पूर्वं पठितम् तत्र अकृत्सार्धकयोः इत्यनेन इकारस्य दीर्घत्वं भवति खलु परन्तु नेरनिति अपि सूत्रम् आगत्य वदति इकारस्य लोपः करोतु तर्हि एकस्मिन् पक्षे भाव्यते तस्य अन्यथा रूपमस्ति भावीयते रूपं समीचीनं उभयोः पुत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अपि च सकृत्कारणकृतयोः इति परसूत्रमस्ति, तर्हि परसूत्रस्य बलात् अकृत्सावादुपयोः इति सूत्रं भवति खलु, तर्हि सर्वत्र भवति, तर्हि निचि परे सर्वत्र तादृशं न केवलं भूकृते सर्वत्र, परन्तु करोति किमर्थं तस्य कृते अग्रे एकवार्तिकमस्ति, पठतु। हा अस्तु, नेरनिटि अस्तु, परन्तु इति सामान्यचिन्तनं, परन्तु नेल्लोप वियङ् यण् गुणवृद्धि दीर्घेभ्यः पूर्वप्रतिषेधेन इति वार्तिकेन इयङ् यण् गुणः वृद्धि दीर्घः इत्येतेषां कार्याणां नीलोपेन अत्लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः नीलोपः अल्लोपः च बलवन्तौ भवतः इत्युक्ते नीलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति, परसूत्रं भवतु अथवा पूर्वसूत्रं भवतु, यदि इयङ् आदेशः अथवा यण् आदेशः गुणः वृद्धि दीर्घः इति कार्यमस्ति चेत् इदानीं कार्यं नीलोप अत्लोपेन सह युगपत् कार्यं भवति, इदानीं अस्माकं नीलोपः अस्ति अपि च अकृत्सादीर्घः इति दीर्घः अपि अस्ति, तर्हि युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः नीलोपः तत्र पूर्वविप्रतिषेधनीलोपः अल्लोपः च बलवन्तः भवतः, अल्लोपः अथवा नीलोपः बलवत् भवति पूर्व भवतु वा परा भवतु, परा भवति इति अस्ति एव, परन्तु पूर्व भवति चेत् भवेत् चेदपि अनेन वार्तिकेन तत्र कार्यम् अस्य कार्यमेव भवति, अत्लोपस्य अपि च नीलोपस्य। तर्हि यदि इयङ् आदेशः कुत्रापि भवति अथवा यण् आदेशः भवति अथवा गुण आदेशः भवति अथवा वृद्धि आदेशः भवति अथवा दीर्घ आदेशः भवति, अपि च युगपत् एतेषाम् आदेशानां युगपत् क्षम्यताम् एतेभिः आदेशैः युगपत् यदि नी लोपः अथवा अत् लोपः, अत् इत्युक्ते ह्रस्वकारः, लोपः कुत्रचित् भवति तत्र सर्वदा नीलोपः अथवा अत्लोपः तस्य तत् कार्यं बलवत्तं भवति, पूर्वम् अस्ति चेदपि, पूर्वसूत्रमस्ति चेदपि, तर्हि उपरि पश्यतु नेरनिटि एकं सूत्रमस्ति तेन नीलोपः भवति, तर्हि नीलोपः एकं कार्यमस्ति, तस्य विप्रतिषेधं केन सह भवति, अकृत्सार्वधातुकयोः दीर्घः, यत्र दीर्घत्वं कार्यं भवति, तर्हि दीर्घकार्यं वर्सिस् नीलोपकार्यम् इति अस्ति, एतादृशं स्थित्यां सर्वदा नीलोपः इति कार्यं बलवत्तरं भवति, तत् नीलोपसूत्रं पूर्वसूत्रम् अस्ति चेदपि, तत्र परसूत्रं पूर्वसूत्रं न द्रष्टव्यं, नीलोपस्य बलमस्ति। अतः नेरनिटि अकृत्सावधातुकयोः दीर्घमध्ये यद्यपि नेरनिटि इति सूत्रं पूर्वसूत्रमस्ति, परन्तु तत्रापि नेरमिटि इति सूत्रं कार्यं करोति, यतोहि नीलोप इति कार्यं बलवत्तरं भवति, अतः भूयोगः णिच् मध्ये भावीयते न भवति अपि परन्तु भाव्यते इति भवति, न केवलं भूयोगः णिच् मध्ये, अन्ये अपि निजन्त यदि भावकर्मप्रक्रिया अस्ति तत्र दीर्घत्वं न भवति परन्तु इकारस्य लोपः भवति। तर्हि आगच्छन्ति वा? आम् महोदय। अन्य कस्यापि प्रश्नः अस्ति वा? नास्ति महोदय। अस्तु, तर्हि इदानीं विरमामः, समय समाप्तः, अग्रेस्मिन् सप्ताहे मेलिष्यामः। धन्यवादः महोदय, नमस्कारः, शुभदिनं। धन्यवादः महोदय।